नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। यङन्तदातवः इति पाठः गतसप्ताहे ऋकारान्तधातूनां यङन्तदातुः धातुसिद्धिः इति दृष्टवन्तः। दीर्घऋकारान्तानां तत्र विभागः अनौष्ट्यपूर्वऋकारान्तदातवः औष्ट्यपूर्वऋकारान्तदातवः इति आसीत्। तत्र अनौष्ट्यपूर्वऋकारान्तधातुषु तृ धातुः दृष्टवन्तः। ऋत इद्धातोः इति परिचितसूत्रमेव, अनेन अङ्गस्य ऋदन्तधातोः अङ्गस्य ह्रस्व इकारादेशः भवति इति, तदा हलीच इति सूत्रस्यापि कार्यं। रेपान्तधातूनाम् उपधायां स्थितः इक्वर्णः दीर्घः हलिपरे तीर् अभ्यासकार्यं तीतीर्य सामान्य अभ्यासकार्यं गुणो यङ्लुकोः विशिष्ट अभ्यासकार्यम् अनेन ते तीर्यते इति रूपं भवति। तृ धातो तृ इति दीर्घऋकारान्तस्य, तत्र ऋत इद्धातोः रपरः एव अण् यद्विधीयते तत् सदा रपरः भवति। हली च गुणो यङ्लुकोः इति आसीत्। अनन्तरम् ओष्ट्यपूर्वऋकारान्तधातुः दृष्टवन्तः। तत्र ओष्ट्यपूर्वस्य इति, तत्र ओष्ट्यवर्णः नाम पवर्गः अथवा वकारः। ओष्ट्यपूर्वऋकारान्तधातोः तत्र ह्रस्व उकारादेशः भवति। उदोष्ट्यपूर्वस्य इति सूत्रं, प्रयोगः यङ् उदोष्ट्यपूर्वस्य इत्यनेन ह्रस्व उकारादेशः भवति ऋकारान्त अङ्गस्य। उ योगः य इदानीमपि उरण् रपरः, पुर् योगः य, हली च रेपान्तधातूनाम् उपधायां स्थित इक् वर्णस्य दीर्घः भवति। पूर्य इदानीम् अभ्यासकार्यं, पूपूर्य ह्रस्वः पुपूर्य गुणोयङ्लुकोः पोपूर्य पोपूर्यते इति रूपम्। एतत्तु साधु एव। अनन्तरम् इदानीम् अपवादभूत गृ धातुः, तदपि दीर्घः एव। तत्र केचन विशिष्टकार्याणि सन्ति, कानिचन विशिष्टकार्याणि सन्ति, अतः तद् इदानीं तस्य विषये पठामः। अस्तु, उषा भगिनी आरम्भं करोतु वा। अपवादभूतः घृधातुः, धातुपाठे घृधातु स्तः द्वौ, धातुपाठे द्वौ घृधातु स्तः। तुतादिगणे घृनिगरणे लटि गिरति, तुतादिगणे ओके गिरति। त्रयादिगणे घृशब्दे लटि गृणाति। गृशब्दे इत्यस्य अनभिधानस्य लोके अप्रयुज्यमानस्य कारणेन यङ् प्रत्ययः न भवति। सो गृशब्दे इत्यस्य, सो गृणाति क्रयादिगणे धातुतः यङ् प्रत्ययः न भवति अनभिधानस्य अप्रयुज्यमानस्य। ओके, काशिकायां दीयते यत् केचित् गृ इति गिरतेः गृणातेश्च सामान्येन ग्रहणम् इच्छन्ति, अपरे तु गिरतेः एव न गृणातेः। गृणातेः हि यङ्गेव नास्ति अनभिधानौ इति। यङ्गि इति किं निगीर्यते। धातुपाठो घृ धातु द्वौ अस्ति, द्वौ स्तः। धुतादिगणे घृ धातु अपि च क्रयादिगणे अपि अस्ति। घृ तुदादिगणे एव लोके प्रयुज्यमानः भवति। क्रयादिगणधातु घृ धातु लोके अप्रयुज्यमानं भवति यङ् प्रत्ययः न, तत्कारणात् यङ् प्रत्ययः क्रयादिगण घृ धातोः तः यङ् प्रत्ययः न भवति। परन्तु काशिकायां दीयते यत् केचित् ग्र इति गिरतेः गृणातेः च सामान्येन ग्रहणम् इच्छन्ति। केचित् सम् लैक् बोत् ग्रहणं भवति भगिनी फर् यङ्ग् किञ्चित् अपरे तु गिरतेः एव न गृणातेः गृणातेः हि यङ्ग् एव नास्ति अनभिधानौ इति अनभिधानौ इति यङ्गी इति किं निगीर्यते निगीर्यते इति द सो गिरति इत्यस्य कृते गृ धातु निगरणे सुदादिगणे धातुः बट् ओके त्रयादिगणे नास्ति तुदादिगणीयगृ निगरणे इत्यस्य यङ्गन्तरूपं भवति तस्य च इदं वैशिष्ट्यम् अस्तु तस्य च इदं वैशिष्ट्यं ग्रो यङ्गि गृ अग्रे पठामि वा भगिनि सूत्रं पठतु अनन्तरं स्पष्टं भवति गृ धातोः रेपस्य स्थाने लकार आदेशः भवति यङ्गि परे गृ शब्दस्य ग्रह ग्रह् इति षष्ट्यन्तं रूपम् आम् ऋकर ओके ग्रह् इति षष्ट्यन्तम् ओ ऋकार ऋकारः पितुः षष्ठ लैक् पितृपिता गृ शब्दस्य दीर्घ ऋकार दीर्घ ऋकार ग्रह् इति षष्ट्यन्तं रूपम् यङ्गी सप्तमीयन्तम् यङ्गी सप्तमीयन्तम् ओके द्विपदमिदं सूत्रं ग्रो यङ्गि कृपो रो लह इत्यस्मात् सो त्रिपादिसूत्रम् ओके कृपो रो लह इत्यस्मात् रो लह इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रं ग्रह् रह लह यङ्गि ओके अस्तु भगिनि ग्रो यङ्गि इति त्रिपादिसूत्रम् अस्ति ग्रो इति ग्रह् ग्र गकार रेपः विसर्गः सो ग्रह् इति षष्ट्यन्तं रूपं गृ इति शब्दस्य गृ ग्रो यङ्गि इत्यस्य कृते रेपस्य स्थाने लकार आदेशः भवति यङ्गी परे यङ्गि यङ् प्रत्ययः परः अस्ति चेत् गृ ग्रह् इति गृ धातोः कृते रेपस्य स्थाने लकार आदेशः भवति अग्रे पठामि तत्र किं भवति इत्युक्ते तत्र यद्यपि तत्र धातुद्वयमस्ति तदापि ते केवलं तुदादिगणस्य धातुः एव स्वीकुर्वन्ति किमर्थम् इत्युक्ते अन्यधातोः तत्र अधिकम् उपयोगः नास्ति अप्रयुज्यमानस्य तत्र परन्तु तत्र काशिकायां किम् उक्तं घ्र इति यत् सूत्रे ग्रोयङ्गी इति सूत्रे घ्र इति यद् उक्तम् अनेन द्वयमपि ग्रहणं भवति गिरते गृणाते द्वयमपि इति ते वदन्ति केचन इत्युक्ते मतभेदः अस्ति अन्ये तु न तस्य तु उपयोगः नास्ति अतः केवलं गिरति एव क्षम्यतां गिर निगरणे एव स्वीकुर्मः इति वदन्ति तत्र अतः तत्र गृ इति यद् त्रिपादिसूत्रं तस्य धातोः रेपस्य स्थाने लकारादेशः भवति यङ्गीपरे तस्य एव चर्चा अग्रे भवति त्रिपादिसूत्रमस्ति किल अतः तस्य कार्यं कथं पूर्वम् इति तदपि तद् प्रक्रिया अपि पठतु भगिनी अनन्तरं महोदय गृ योगः यङ् इति स्थितौ ऋतयिद्धातोः इत्यनेन ऋदन्त धातव दीर्घ ऋकारान्तधातोः अङ्गस्य ह्रस्व इकारादेशः भवति घी योगः स ऋकारस्य स्थाने दीर्घ ऋकारान् दीर्घ ऋकारस्य स्थाने इकारादेशः ह्रस्व इकारः गृ योगः यङ् इति घी योगः य इति भवति उरण्ड्रपरः इत्यनेन ऋकारस्य स्थाने तादृश ऋकारस्य स्थाने अण् सदा परः इत्यनेन घी योगः य इति गिर् योगः य इति भवति गिर् योगः य इति स्थितौ ग्रो यङ्गि इत्यनेन घृ धातोः रेपस्य स्थाने लकार आदेशः भवति यङ्गि परे गिर् योगः य इति गिल् योगः य इति भवति गिल् योगः य इति स्थितौ सन्यङ्गोः इत्यनेन यङ्गन्तस्य धातुः अनभ्यासस्य प्रथमस्य एक अच् अवयवस्य द्वे स्तः गिल् इति गि गि प्रथम प्रथम एक प्रथमस्य एक अच् सो गि गि भवति गिल् गि गिल्य अनन्तरं जिगिल्य ओ फस्ट् होश्चुः आम् आं भगिनि क वर्ग बिकम्स् च वर्ग जिगिल्य इति भवति जिगिल्य इति अनन्तरम् अभ्यासस्य गुणः सो कुहोश्युः अपि च कुहोश्युः एव नाट् अभ्यासे चर्च महाप्राणा नास्ति अस्तु भगिनि जेगिल्य इति भवति जेगिल्य गुणः अभ्यासस्य गुणः जेगिल्य जेगिल्यते लटी रूपं यङ्ग् इत्यनेन आत्मनेपथ्य अस्तु जेगिल्यते एव रूपं भवति सत्यम् अतः तत्र गृहयोगः यङ् इत्यत्र ऋत धातुः यदा भवति चेदेव ग्रोयङ्गि इत्यस्य प्रसक्तिः ग्रोयङ्गि इति प्रथमं न भवितुमर्हति समीचीनं तत्र तु स्पष्टता अस्ति इदानीं तत्र ग्रोयङ्गि इति यद् त्रिपादिसूत्रम् अस्ति अनन्तरमेव अस्माकं संयङ्गोः इति द्वितीयकार्यं सर्वं जातम् इति प्रदर्शितम् तत्र असिद्धम् असिद्धं भवति वा इति प्रश्नः तदेव त्रयादिगणे वसुस्तुदादिगणे तत्र सेम् रूपमेव भवति भगिनि ग्रोयङ्गि इत्यस्य कृते तुतादिगणधातुः अपि च क्रयादिगणधातुः अपि गिरेव ओके तत्र किमपि क्लेशः नास्ति अतः एव तत्र मतभेदः अतः एव तत् गृधातुः रेपस्य स्थाने लकारादेशः इति एव उक्तं किल तत्र तुदादिगणस्य क्रयादिगणस्य इति किमपि न उक्तं ते अन्ये वदन्ति तत्र तु वयं तद् अप्रयुज्यमानः अस्ति तत्तु अधिकतया प्रयोगे नास्ति अतः केवलं वयं सुदादिगणस्य एव स्वीकुर्मः इति परन्तु यदा भवत्या उक्तं रूपं समानमेव आगच्छति किल ग्रोयङ्गि त्रिपादि अस्ति इति इत्यनेन अनन्तरमेव संयङ्गोः वयं कार्यं कृतं ग्रोयङ्गि इत्यस्य कार्यं कार्यस्य अनन्तरमेव संयङ्गोः कार्यं भवति तत्र एव क्लेशः तत्र एव प्रश्नः भवति तत्र द्वित्वाभ्यासकार्यं त्रिपादिसूत्रात् अनन्तरं भवति वा इति यदा वयं पश्यामः पूर्वम् अभ्यासे चर्चा विषये अपि एतादृशचिन्तनम् आगतं परन्तु तत्र निर्णयः कः आसीत् इत्युक्ते अनुवृत्त्यर्थम् अभ्यासे चर्चा तत्र त्रिपाद्यां स्थापितमस्ति तथापि तद् अङ्गकार्यमेव इति तादृशचिन्तनं तत्र आसीत् किञ्चित् अत्र किञ्चित् भिन्नरूपेण चर्चा अस्ति दीर्घः भवति ड्र पूर्वस्य दीर्घोणः ड्रलोपे पूर्वस्य दीर्घोणः ड्रलोपे पूर्वस्य दीर्घोणः तदपि तत्र तत्र तु तत्र आश्रय सूत्रसामर्थ्यं वा ससजुषोरुः इति अत्रापि तत्र न कार्यं करोति चेत् तस्य कार्यमेव न भवति इति लोपः न भवति चेत् ड्रलोपे पूर्वस्य दीर्घोणः इति आश्रयात् सिद्धत्वम् आम् तादृशचिन्तनं ससजुषोः इत्यत्रापि भवति असजुषोः वा अष्टुनाष्टुः एव हसि च अपि च तदापि सूत्रम् षष्ठाध्यायः अस्ति तत्रापि तादृश आश्रयात् सिद्धत्वं कुत्रचित् शृणाष्टुः विषये अपि तादृशं दृष्टवती वा पठितवन्तः वा शृणाष्टुः इत्यस्यापि तादृश किमपि किमर्थमित्युक्ते 8.4 इत्यत्र अस्ति शृणाष्टुः शृणाष्टुः तस्मात् अनन्तरं यत्किमपि इदानीं न स्मरामि परन्तु तत्रापि तादृश आश्रयात् सिद्धत्वम् इति केचन तत्रापि कुत्रचित् पठितवती आम् तस्य अवकाशः एव न भवति इति आम् आम् आम् न करोति चेत् आम् सत्यं सत्यं तादृशचिन्तनं किम् अत्र किं कृतवन्तः एय्टु इति स्वीकृत्य अनन्तरमेव तत् संज्ञोः आगच्छति परन्तु किञ्चित् भिन्नरीत्या चिन्तनम् औपदेशिकधातुः आतिदेशिकधातुः इति तादृश भिन्न किञ्चित् भिन्न भिन्नरूप स्वीकृतवान् तदपि पठामः अस्तु महोदय पठति वा एकनिमिष अस्तु ध्येयं ततः खलु ध्येयं यत् ध्येयं यत् ध्येयं यत् ग्रोयङ्गि इत्यनेन गृधातोः लत्वे सति हलिच इति तत्र 8 to 20 हलिच इति 8 to 77 अस्तु हलिच इत्यनेन उपधायाम् इकः दीर्घः न भवति यतोहि अनेन सूत्रेण रेफान्तानां वकारान्तानाम् एव धातूनाम् उपधा दीर्घः भवति प्रकृतौ यद्यपि गृधातोः रेफान्तः जातः तथापि सम्प्रति लकारान्तः अस्ति अतः हलिच इत्यस्य प्रसक्तिर्नास्ति तत्स्पष्टमस्ति हलिच इति सूत्रं तत्र रेफस्य एव भवति इदानीं तु ततः पूर्वं ग्रोयङ्गि इत्यत्र लत्वं भवति अतः तस्य कार्यं न भवति इति अस्ति प्रश्नः उदेति यत् ग्रोयङ्गि इत्यस्य कार्यं साधयितुं शक्यते द्वित्व अभ्यासकार्यनन्तरं यथा जेगिर् योगय्य इति अस्ति तत्र गिर् इति अस्ति रूतयुद्धातव जेगिर् योगय तत्र गिर्य इति अस्ति अस्तु गिर्य इति अस्ति अस्तु गिर्य इति अस्ति जेगिर् इदानीं जेगिर् इति भवति गिर्गिरि जेगिर् इति भवति जेगिर्य इति जेगिर् योगय इति स्थितिः इदानीं जेगिर् इति अस्ति नाम ग्रोयङ्गि त्रिपादिसूत्रमस्ति त्रिपाद्यां सत्यां सर्वकार्यान्ते भवेत् किल इति चेत् सर्वप्रथमम् अस्माभिः चिन्तनीयं किल यत् जिगिर् इत्यस्मिन् औपदेशिकगृहधातुः उपस्थितः अस्ति न वा इति अस्तु इदानीं द्वित्वं भवत् जे इति गिर् इत्यस्य जेगिर् इति अभवत् द्वित्वं कृत्वा इदानीम् औपदेशिक अवस्थायां गृ एव अस्ति इदानीं गृ इति अस्ति इदानीं तत्र भवति वा इति प्रश्नः इदानीं जेगिर् इति अस्ति तर्हि तत्र ग्रोयङ्गि इत्यस्मिन् तत्र लत्वं भवति वा इति प्रश्नः इदानीं ग्रह इति गृधातोः एव अस्ति खलु इदानीं जेगिर् इति उपदेश नास्ति इदानीं तस्य तस्य परिवर्तनं जातम् इति एकमस्ति अत्र अन्यः प्रश्नः उदेति यत् औपदेशिक आतिदेशिकधात्वोः विभागः किमर्थं कृतः इति अस्तु औपदेशिक आतिदेशिक वयं पूर्वं दृष्टवन्तः सर्वत्र किमर्थं कृतः इति एतादृशनामकरणं विभजनञ्च किमर्थं वस्तुतस्तु केवलं द्वयोः स्थलयोः भेदः व्युत्पत्तिविषये भावे बालानां बोधः आवश्यकः यत् औपदेशिकधातुभ्यः द्वादशप्रत्ययानां धातुप्रत्ययानां विधानेन प्रत्ययान्तदातवः निष्पद्यते अस्तु अस्तु तत्र प्रथमम् अस्ति व्युत्पत्तिविषये केवलं बाल अत्र किमपि नु तत्र केवलं बालानां बोधना एव तत्र यत् प्रत्ययान्तदातुः अस्ति एतत् इति यत् औपदेशिकदातुः प्रत्ययान्तः नास्ति एतत् सनाद्यन्तः दातवः औपदेशिकदातवः ते प्रत्ययान्तः दातवः इति बालानां सुखबोधाय अस्ति इति अस्ति इति प्रत्ययान्तदातव इति एकः द्वितीयः भावे इति अस्तु भावे इति पश्यामः भावे इति तृतीयाध्यायस्य तृतीयपादस्य अष्टादशतमं सूत्रं भावे इत्यस्य अधिकारे यत्र भावार्थे प्रत्ययाः विधीयन्ते घञ् प्रत्ययः सामान्यः घञ् प्रत्ययः वयं जानीमः सामान्यः स्त्रियां च तिन् द्वौ प्रत्ययौ परन्तु प्रत्ययान्तभेदः धातुभ्यः प्रत्ययान्तभेदः धातुभ्यः घञ् प्रत्ययः किन् प्रत्ययः च न विधीयते स्थाने अप्रत्ययात् इत्यनेन स्त्रीलिङ्गे अप्रत्ययः भवति परन्तु प्रत्ययान्ते अक्षम्यतां प्रत्ययान्तेभ्यः धातुभ्यः अस्तु प्रत्ययान्तेभ्यः धातुभ्यः घञ् न विधीयते केवलं तत्र औपदेशिकधातूनामेव भवति तिन् प्रत्यय अपि न भवति, औपदेशिकधातूनाम् एव भवति इति अस्ति। तेषां स्थाने अप्रत्ययात् इत्यनेन त्रिलिङ्गे अप्रत्ययः भवति। ओ अस्तु, अस्मिन् सूत्रे साक्षात् प्रत्ययन्तदातवः उक्ताः, अस्मिन् सूत्रे साक्षात् प्रत्ययान्तदातवः उक्ताः। अनुवृत्तिसूत्रमस्ति, प्रत्ययात् धातोः अः प्रत्ययः परः स्त्रियां भावे अकर्तरि चकारके संज्ञायामिति। अत्र साक्षात् उक्तमस्ति प्रत्ययात् धातोः, प्रत्ययात् धातोः इति तत्र विशेषणमस्ति। तत्र तादृशधातुः प्रत्ययान्त, प्रत्ययात् धातोः प्रत्ययात् अप्रत्ययः भवति, स्त्रियां स्त्रियां स्त्रीलिङ्गे एव भवति, भावे अकर्तरि च कारके संज्ञायाम् इति अस्ति तत्र। तदन्तविधिना प्रत्ययात् धातोः इत्युक्ते प्रत्ययान्तात् धातोः, स्पष्टं प्रत्ययान्तधातुः इति सनाद्यन्त्या दातवः, एते आतिदेशिकदातवः एव। आहत्य प्रत्ययान्तेभ्यः धातुभ्यः अप्रत्ययः विधीयते त्रित्वविशिष्टभावकर्तृभिन्नकारकार्थे। अस्तु, अत्र त्रियां भावे अकर्तरि इति अस्ति अत्र चकारके इति, अस्तु अकर्तरीकारके, अस्तु त्रित्वविशिष्टभावार्थे कर्तृभिन्नकारकार्थे, अस्तु उदाहरणत्वेन भावार्थे जिगीषा इति अस्ति, अस्तु जिगीषा, अस्तु जी धातुः जयति जेतुम् इच्छति, चिकीर्षा कर्तुम् इच्छा, पिपासा बुभुक्षा, एतानि सर्वाणि सनन्तधातुः अस्ति अप्रत्यय। पिपासा इति भवति प्रायः अ इति भवति, पिपासा इति भवति वा, अनेनैव पिपासा इति प्रत्ययान्तधातुः, तस्मात् अप्रत्ययः विधीयते अप्रत्यय। अस्तु, तत्र भावे अन्यथा घञ् इति भवति तत्र भावार्थे, घञ् इति सामान्यः, तस्य अपवादः अप्रत्ययः अप्रत्ययः। अस्तु, एवं कृत्वा प्रत्ययान्तधातूनां न घञ् प्रत्ययः नवक्तिन् प्रत्ययः भवति इति। प्रायः इदम् एकमेव सूत्रम् अष्टाध्यायं यस्मिन् प्रत्ययान्तदातवः साक्षात् उक्ताः, तर्हि तत्र किमपि तत्र वैशिष्ट्यं नास्ति खलु, अस्माकं कृते औपदेशिकः भवतु अथवा आतिदेशिकः आतिदेशिकः भवतु, एकस्मिन् स्थले एव साक्षात् उक्तमस्ति, तावदेव, अन्यथा सर्वाणि सत्यं कार्याणि समानानि एव। अतः एव ते प्रथमं बालानां सुखबोधाय, बालानां बोधः आवश्यकः इति एव तत्र वयम् आतिदेशिकधातुः औपदेशिकधातुः इति विभजनं सर्वं कृतं प्रथमम्। इदानीं यदा वयं विकरणपत्यस्य कृते अस्माकं कृते तद् आवश्यक, तदपि भवति खलु औपदेशिक, तत्र विकरणपत्य तदपि भवति किल, भवति खलु, आम् सत्यं, तत्र शप् एव भवति, तत्र किमपि न उक्तम्, अतः तत्र शप् किमर्थं भवति इति सत्यं, डिफाल्ट् शप् एव भवति सर्वत्र, अनन्तरमेव वयं तत्र तत्र वदामः किल तद् बाधित्वा अन्यत् सर्वम् इति। तत्रापि तद् आतिदेशिकधातुः भवेत् औपदेशिकधातुः इति किमपि न उक्तं, केवलम् एकस्मिन्नेव स्थले तदपि प्रत्ययात् धातोः यस्मिन् धातौ प्रत्ययः अस्ति इति एकस्मिन् स्थले एव उक्तम् इति। अत्रापि अस्माकं भ्रमः भवति आदौ यत्र अन्येभ्यः गणेभ्यः यत् धातुतः सन् प्रत्यय विधीय तत्र यत्र विधीयते तत्र अस्माकं भ्रमः भवति खलु, तत्तद् गणीय विकरणप्रत्ययं योजनीयं वा इति तत्रापि आवश्यकमस्ति अस्माकम् औपदेशिक इति खलु आतिदेशिक इति तत्र विकरणपत्रं तद् अस्माकम् अवगमनार्थं सूत्रे तु किमपि तादृशं न उक्तं, सूत्रे न उक्तं महोदय, किञ्चित् सुलभलाभः भवति इति महोदय पुनः न न तत्र अस्माकं यदि तत्र पश्यतु तत्र सनाद्यन्त धातूनां कृते तत्र सनाद्धातूनां कृते शप् विकरणप्रत्ययः एव भवति, भ्रमः भवति खलु तत्र धातु भिन्नभिन्न दशगणेभ्यः धातु सनादिप्रत्ययः विधीयन्ते खलु, इदानीं तत्र अदादिगणे धातु अथवा किमपि तत्र सुदादिगणे धातु स्वीकृत्य तत्र सनादिप्रत्ययं योजयित्वा तदा तदा धातुः भवति, तद्धातुः कस्मिन् गणे यदि सुदादिगणात् स्वीकृत्य सनादिप्रतिं योजयित्वा कृतमस्ति अस्माभिः धातुनिर्माणम्, इदानीं तत्र सुदादिगणे विकरणप्रत्यय योजनीयं वा अथवा तत्र किमर्थं शप् एव योजनीयम् इति अस्माकं भ्रमः भवितुम् अर्हति खलु इति. तदेव तद् अग्रे आगच्छति, बट् वन्स् यु गेट् टु सन् अण्ड् आल् दट् देयर् इस् नो डिफरेन्स् बिट्वीन् तुदादिगण आर् सत्यं. तद् भुवादिगणवत् तस्य प्रक्रिया भवति इति अग्रे अस्ति एकः परिच्छेदः तस्मिन् विषये अस्ति अग्रे. अत्र सामान्येन तत्र भुवादिगणवत् इति स्वीकुर्मः. भुवादिगणवत् इत्युक्ते किं? शप् एव विकरणप्रत्ययः तत्र भवति इति तस्य विषये अस्ति महोदय. कर्तरि शप् इति स्पष्टमस्ति, कर्तरि प्रबाद्य भिन्नभिन्नगणेभ्यः तत्र अन्यप्रत्ययः भवति तदस्ति. अस्तु, तत्र आवश्यकं नास्ति, परन्तु किञ्चित् सरलं भवति अस्माकं कृते. आत्मीयधातु इति कृत्वा तत्र शप् भवति इति. अस्तु, भगिनि अग्रे प्रदर्शनार्थम् अप्रत्ययात् इति प्रत्ययात् प्रत्ययान्तधातोः कृते अविधीयते इति, परन्तु बट् भावे कर्तरि अकारके च संज्ञायां तत् अवगमनार्थं तस्मिन्नेव अस्ति. सो अह प्रत्ययः परः स्त्रियां भावे अकर्तरि च कारके संज्ञायाम् ओके. तत्र अकर्तरि भावे एव अस्ति, अकर्तरि इन् भावे. तत्र निमित्तं तु समानमेव. संज्ञायां संज्ञायाम् इति अस्ति, किम् अस्ति संज्ञा? संज्ञाके संज्ञायाम् रामः इति संज्ञायाम भवति वा? तत्र रामः इति किं वदति? अप्रत्ययः किल त्रिवर्णं. फार् अण्डर्स्टाण्डिङ्ग् वाट् इस् गोयिङ्ग् टु कम् देन् ऐ डोण्ट् नीड् टु नो दिस् कर्तरी च कारके संज्ञायाम् इति तत्र विषयः नास्ति खलु? अत्र विषयः नास्ति, केवलं उदाहरण डिफ्रेण्ट् तावत् गृधातोः अस्य विषये किमपि तत्र कनेक्षन् एव नास्ति. अकर्तरी च कारके संज्ञायाम् इति एकं सूत्रम् अस्ति. आं भगिनि, 331 ऐ थिङ्क् समथिङ्ग् लैक् दैट्. 339 अधिकारसूत्रं आम् सत्यं सत्यम्. अत्र केवलं तत्र डीफाल्ट् इति घञ् प्रत्ययः, अत्र अपवादरूपेण अप्रत्ययः विधीयते. कुत्र इत्युक्ते प्रत्ययात् धातोः एव विधीयते, एकस्मिन् स्थले एव तादृशम् अस्ति. स्त्रियां घञ् प्रत्ययः भावे एव अकर्तरि चकारके संज्ञायाम् इति अधिकारः अस्ति. अधिकारः अत्र 3319 तदेव भवती उक्तवती. स्त्रियां तिन् मति कृति इति तादृशे अर्थे तत्र तिन् प्रत्ययः भवति एव, परन्तु एकस्मिन्नेव स्थले तत्र प्रत्ययात् धातोः इति उक्तमस्ति. तादृशेषु स्थलेषु अ इति प्रत्ययः विधीयते. अतः अन्यत्र किं तत्र अनेन किम् अवगन्तुं शक्नुमः इत्युक्ते, अन्यत्र कुत्रचित् अपि औपदेशिकधातुः आतिदेशिकधातुः इति तत्र विभजनं कृत्वा किमपि विधीयते इति न उक्तं, केवलम् एकस्मिन्नेव स्थले उक्तम् इति. एतत् सर्वं वयं गृधातुतः वि हाव् टु कनेक्ट् तत्र गृधातु एव एव वा इति. तत्र औपदेशिकगृधातुः उपस्थितिः अस्ति वा न वा, द्वित्वं कर्तुम् अनन्तरं तस्य कार्यं भवति वा इति, तत्र तदेव अस्माकं प्रश्नः. अप्रत्ययात् सूत्रात् एव स्त्री अर्थे इच्छा दट् जिगीषा पिपासा दट् चिकीर्षा इति भवति. सत्यम् अप्रत्ययात् इति सूचयन् सत्यम्. ओके अस्तु भगिनि, भवती एव अग्रे तृतीयबिन्दुः. अस्तु भगिनि, लिट्लकारे लिट्लकारे धातूनां द्वित्वं भवति इति सामान्यनियमः, किन्तु प्रत्ययान्तधातूनां द्वित्वं न भवति, अपि तु आम् प्रत्ययः विधीयते. कास् प्रत्ययात् आम् आम् अमन्त्रे लिटि, कास्य कास्ये न अच् अच आम् वक्तव्यः इति सूत्रेण वातिकेन च. कास् प्रत्ययात् आममन्तरे लिटि दत्तैनो, बट् कास्येन अच् अच आम् वक्तव्यः इति सूत्रेण वार्तिके. ओके, एताभ्यां कास् धातोः च अनेकाच् धातूनाम् आम् कास् धातोः अपि च अनेकाच् धातूनां दरिद्रा चकासु देदी वेवी अपि च प्रत्ययान्तदातवः प्रत्ययान्तदातवः यथा पाटी. ओके ओके, पाटी निच् धातु, पिपटिश ओके पापट्य ओके. लिटि परे द्वित्वं न भवति अपि तु आम् प्रत्यय विधानमेव. ओके, लटि लिट्लकारे अपि तत् सामान्यनियमः भवति, प्रत्ययानां धातूनां द्वित्वं न भवति. ओके अस्तु भगिनि, अत्र किन्तु साक्षात् प्रत्ययान्तदातवः साक्षात् न उक्ताः. सो कास् प्रत्ययात् अममन्तरे लिटि इत्यस्य कृते अपि वेदर् इट् इस् प्रत्ययान्तदातवः अथवा आतिदेशिक आर् उपदेशिकदेशिक इति न, ये औपदेशिकदातवः अनेकाचः तेषामपि लिटि समानगतः. ओके तदेव. ओके, ये औपदेशिकदातवः अनेकाचः तेषामपि लिटि समानगतः, लिटि लिटि अपि समानगतः, वेदर् इट् इस् अनेकाच् धातुः समानगतिः भवति. अनेकाचः भवति औपदेशिकदातवः अनेकाचः भवति वा अथवा प्रत्ययान्तदातोः कृते अपि समानगतिः एव. ओके, एवं च अतः तत्र प्रक्रियाभेदः एकाच् अनेकाच् धातूनामेव, न तु अतिदेशिक औपदेशिकधातोः विषये. तदेव तृतीयबिन्दुः. द्वितीयबिन्दौ वयं किं दृष्टवन्तः, एकस्मिन्नेव स्थले तादृशप्रक्रियाभेदः अस्ति अप्रत्ययस्य विषये इति. तृतीयबिन्दौ लिट्लकारे तत्र एकाच् अनेकाच् भेदेन प्रक्रियाभेदः तु भवति एव, न तु औपदेशिक अनेक आतिदेशिकधातुः इत्यनेन इति तृतीयबिन्दुः. अतः एतावता तत्र औपदेशिक आतिदेशिक इति भेदेन प्रक्रियाभेदः एकस्मिन् स्थलं विहाय कुत्रचित् अन्यत्र न द्रष्टुं शक्नुमः इति. आं भगिनि, एवं च एकवारं यदा धातुसंज्ञा जाता, पुरतः सर्वे धातवः स्थापिताः, ततः अग्रे एकस्मिन् एव स्थले प्रक्रियाभेदः वर्तते औपदेशिक आतिदेशिकधात्वोः मध्ये भावार्थे अप्रत्ययः, अन्यत्र सर्वत्र प्रक्रिया समाना. ओके, तथा एव अत्र दत्तं, भवती उक्तवती एव. एवं च एकवारं यदा धातुसंज्ञा जाता, अनन्तरं सर्वे धातवः पुरतः सर्वे धातवः स्थापिताः. ओके, सो धातुसंज्ञा प्रथमम् एकवारं यथा उक्तः, अनन्तरम् ओके ततः अग्रे एकस्मिन् एव स्थले प्रक्रियाभेदः वर्तते औपदेशिक आतिदेशिकधातवः मध्ये भावार्थे अप्रत्ययः, अन्यत्र सर्वत्र प्रक्रिया समाना. अस्तु भगिनि, तर्हि सार्वधातुकप्रक्रियायाम् औपदेशिक आतिदेशिकधातूनां प्रसङ्गे किं वक्तव्यम्? अत्र दृष्टिद्वयं वर्तते, सार्वधातुकप्रक्रिया औपदेशिक वर्सस् आतिदेशिकधातूनां प्रसङ्गे किं वक्तव्यम्? अत्र दृष्टिद्वयं वर्तते, एकदृष्ट्या अत्रापि भेदः वर्तते, यतोहि औपदेशिकधातूनां धातुगुणम् अनुसृत्य श्रेणीकरणं भवति. ओके, आतिदेशिकधातूनाम् च किमपि विभागीकरणं नास्ति. सर्वे धातवः समानाः. औपदेशिकधातूनां श्रेणीकरणं भवति, धातुगुणम् अनुसृत्य भवति. आतिदेशिकधातूनां विभागीकरणमेव नास्ति. अस्तु, ओके. अनया दृष्ट्या औपदेशिकधातवः पृथक्तया अवलोकनीयः. यत्र धातुगुणं निमित्तक विकरणप्रत्ययाः विधीयन्ते. आं, कर्तरि लटि लोटि लङ्गि विधिलिङ्गि शतरि शाणचि च दिवादिभ्यः श्यन् तुदादिभ्यः शः स्वादिभ्यः श्नुः क्रयादिभ्यः श्नातनादिकृभ्यः उः सत्यापपाशरूप वीण तूल श्लोक सेना लोम त्वच वर्म वर्ण चूर्णचुरादिभ्यः णिच् अतिप्रभृतिभ्यः शपः जुहोदिभ्या जुहोत्यादिभ्यः श्लुः इति सूत्राणि ज्ञापकानि. यत् औपदेशिक आतिदेशिकधात्वोः विभागः अपेक्षितः, यतोहि औपदेशिकधातूनां धातुगुणम् अनुसृत्य श्रेणीकरणं भवति, आतिदेशिकधातूनां न भवति. आम्, औपदेशिकधातोः कृते श्रेणीकरणं भवति, तत् धातुगुणम् अनुसृत्य, तत् धातु कस्य गणे कृते अस्ति इति कृते प्रक्रिया भेदः भवति. औपदेशिकधातोः कृते, आतिदेशिकधातोः कृते वयं जानीमः प्रक्रियाभेदः तु नास्ति एव. धातुगण अनुसृत्य तदपि धातुगणम् अनुसृत्य अहम् उक्तवती धातुगुणं. आम् आम्, धातुगणम् अनुसृत्य एव श्रेणीकरणं भवति. आम्, तदेव वयं चर्चितवन्तः किल. अतः तत्र गणचिन्तनं तु यदा औपदेशिकधातुः अस्ति चेत् तत्र तादृशचिन्तनं भवति. आतिदेशिकधातोः विषये तत्र तादृशं नास्ति. तद् ज्ञापकम् एव सूत्रमस्ति, विभागः अपेक्षितः. सो दिस् इस् स्टिल् सार्वधातुकप्रक्रिया अण्ड् अग्रे अपि द्वितीयदृष्टि. ओके, अतः औपदेशिकधातूनां धातुगणमनसि सार्वधातु श्रेणीकरणं भवति, आतिदेशिकधातूनां न भवति. समीचीनमेव किल. निच् प्रत्ययः यदा वयं स्वीकुर्मः तदापि तत्र आतिदेशिकधातूनां तत्र तादृशश्रेणीकरणं तु न भवति. तत्र यदा वयं निच् प्रत्यय योजयामः अनन्तरं शप् एव कुर्मः किल, हेतुमति च प्रेरणार्थे. तद् एका दृष्टि. द्वितीयं पठामः. अरुणा भगिनी इदानीं सिद्धा अस्ति वा? आं भगिनि. आं महोदय, प्रश्नः अस्ति वा? नास्ति नास्ति. परन्तु अपरया दृष्ट्या समग्रदृष्ट्या एकवारं यदा सर्वे धातवः पुरतः स्थापिताः तदा सर्वे धातवः धातुमात्रं धातुसंज्ञा एक एव. यद्यपि धातुसंज्ञा विधायकसूत्रद्वयं तथापि एकवारं यदा धातुसंज्ञा आगता तदा धातुसंज्ञायां भेदः नास्ति. आतिदेशिकधातुभ्यः सार्वजातुकप्रक्रियायां कर्तरि शप् इत्यनेन शप् विधीयते. भवादिगणः तादृश धातुगणः यस्मिन् धातुभ्यः शप् विधीयते, अतः आतिदेशिकधातवः भवादिगणीया एव. यावन्त औपदेशिकधातवः भवादिगणे सन्ति तेभ्यः सार्वधातुकप्रक्रियायां आतिदेशिकधातूनां कोऽपि भेदः नास्ति. तर्हि सार्वधातुकप्रक्रियायाम् आतिदेशिकधातवः भवादिगणे यथा भूधातुः सदा भवति धातुः तथा च दिग्मिषधातुः अतः सार्वधातुकप्रक्रियां विकरणप्रक्रियं निमित्तीकृत्य धातुगुणभेदः सन्ति तान् धातुगुणभेदेन च अधिकृत्य प्रक्रियाभेदः सन्ति यन् इति विकरणप्रक्रिया अस्ति चेत् प्रक्रिया भिन्ना स्नु इति विकरणप्रत्ययः अस्ति चेत् प्रक्रिया भिन्ना विकरणप्रत्ययभेदात् प्रक्रियाभेदः परन्तु औपदेशिक आदिदेशिकभेदात् प्रक्रियाभेदः इति तु नास्ति सामान्यधातुगणे भवादिगणे धातुः औपदेशिकः अथवा आतिदेशिकः इत्यस्य परिणामे प्रक्रियाभेदः न भवति अतः सार्वधातुकप्रक्रियायाम् औपदेशिक आतिदेशिकधातोः नामकरणस्य किमपि मूल्यं नास्ति एतादृशनामकरणस्य मूल्यं केवलं बालानां कृते प्रदर्शनार्थं यत् केचन धातवः अव्युत्पन्नाः अन्ये च युक्तपन्नाः परन्तु एकवारं यदा धातुसंज्ञा आगता धातुः सिद्धः ततः अग्रे सार्वधातुकप्रक्रियायाम् आधारेण भेदः नास्ति सार्वधातुकप्रक्रियां च एकस्मिन्नेव स्थाने भेदः भावे यतोक्तम् सत्यं करोमि तत्र अस्ति अपरि एकवारं सर्वे सामान्यतया सर्वे दातः प्रथमः पृष्ठः स्थापितः ते दातवः दातु मात्र दातुस्वयं एकवारम् एव विधीयते तदा कातिचैन आगतः तदनन्तरं धातुसंज्ञादेशिक वा आरादिदेशिक वा अत्र भेदः नास्ति धातुसंज्ञा आगच्छनन्तरम् आदिदेशिकदातुभ्यः सार्वधातुकप्रक्रियां कर्तरिष्य तदेव आदिदेशदातवः अपि भवादिगणीय एव भवति प्रक्रिया समानमेव औपदेशदातवः तदेव औपदेशकदातवः भवादिगणे अस्ति वा आदिदेशकदातूनाम् अपि प्रक्रिया क्षप्रत्यय आगच्छति तदेव प्रक्रिया सामान्यमेव मोर् एक्स्प्लनेशन् निमित्तकृत अतः सार्वधातुकप्रक्रियां विक्रयणप्रत्ययं निमित्तीकृत्य धातुगुणभेदः सन्ति तान् धातुगुणभेदेन च अधिकृत्य प्रक्रियाभेदः नास्ति उदाहरणप्रथमं भूधातु जातं तदनन्तरं विवादिगणे प्रत्यया यकार विवादिभ्यः यः तया ततः अत्र प्रक्रियाभेदम् अस्ति आम् तत्र किम् उक्तवन्तः इत्युक्ते सार्वधातुकप्रक्रिया प्रक्रियायां यदा विकरणप्रत्ययः अस्ति तद् निमित्तीकृत्य एव धातुगणभेदः अस्ति समीचीनं तत्र शप् इति विधीयते इत्यनेन तत्र धातुगणभेदः भवति विकरणप्रत्ययमाधारीकृत्य एव धातुगणभेदाः भवन्ति न तु धातुगण भेदात् प्रक्रियाभेदः यदा शप् विधीयते तत्र एका प्रक्रिया शन् विधीयते चेत् अन्या प्रक्रिया श विधीयते चेत् अन्या प्रक्रिया इति विकरणप्रत्ययः आधारीकृत्य एव तत्र प्रक्रिया न तु धातु धातु औपदेशिकधातु आर् आर्थदेशिकधातु अत्र कार्यं भिन्नकार्यं नास्ति केवलं विकरणप्रत्यय आधारेण भिन्नप्रक्रिया भवति तर्हि एकः गणः एव तत्र विकरणप्रत्ययनिमित्तीकृत्य तत्र भिन्नभिन्न असौलभ्यार्थं पाणिनी कृतं खलु तर्हि एक एव गणः अस्ति तत्र सब् गणः इति तादृश स्वीकर्तुं शक्यते तर्हि अत्र कोऽपि धातुगण धातुनिमित्तीकृत्य किमपि परि प्रक्रिया भेदः नास्ति विकरणप्रत्ययनिमित्तीकृत्य एव सत्यं विकरणप्रत्ययनिमित्तीकृत्य एव तत्र प्रक्रियाभेदः तदा यदा वयं सूत्राणि पश्यामः चेदपि तत्र विकरणप्रत्यय प्रत्ययस्य एव उल्लेखनं भवति किल न तु धातोः कुत्रचित् अस्ति खलु तत्र तत्र कुत्रचित् भवति खलु धातूनाम् अपि परन्तु तद् प्रक्रियाभेदः तत्र गण धातुगणस्य आधारेण न भवति किल गण आधारेण न भवति आतिदेशिक धातु धातूनाम् एव भवति धातुगणस्य इति न भवति अन्यत्र नास्ति तुदादिभ्य तादृश एकं शपविकरणप्रत्यय कृते एव अस्ति अनन्तरं नास्ति नास्ति सत्यं तदेव ते वदन्ति तत्र सार्वधातुकप्रक्रियायां तत्र औपदेशिक आतिदेशिकधातोः नामकरणस्य किमपि मूल्यं नास्ति किमपि मूल्यं नास्ति इत्युक्ते वयं प्रथमतः तदेव पठन्तः स्मः किल औपदेशिक आतिदेशिक इति तादृश एव भवति खलु यदा अग्रे अग्रे गच्छामः तदा एव भवति अत्र अभेदः जीवयोः भेदः अभेदः जीवब्रह्म ब्रह्मणः भेदः अनन्तरमेव भवति यदा अन्तिमकाले एव भवति वयं सत्यं सत्यं तदेव वयं प्रायः आम् आरम्भे एतत् औपदेशिक आतिदेशिकविषये करपत्रद्वयं वा त्रयं वा पठितवन्तः धातुविज्ञानमिति किमपि आसीत् स्मरन्ति वा त्रयः वा करपत्राणि तत्र त्रीणि करपत्राणि वयम् एतदेव विषयः पुनः पुनः पठितवन्तः किमर्थं यदा एतादृशचिन्तनं कुर्मः चेत् अस्माकं सम्पूर्णभ्रमः भवति इति कृत्वा सोपानेन अनन्तरम् आं सोपानेन सत्यं सत्यं तदा तदा किञ्चित् इतोपि अधिकं सत्यम् अतः तत्र बालानां कृते एव तद् कृतवन्तः तस्मिन् समये वयं बालाः आसन् इदानीं किं जातं वृद्धाः जातवन्तः यङ्ग् लुक् पठित्वा भगिनी लौकिकविषये अपि अहं तथा एव चिन्तितवती प्रथमं वि लर्न् टु ईट् अण्ड् देन् स्लोलि वि लर्न् टु सत्यं सत्यम् आम् Once we grow up, we don't play with the toys anymore. Sadrisham. अतः तत्र व्युत्पन्न अव्युत्पन्न इति एव चिन्तनं प्रदर्शनार्थमेव ते सर्वं प्रदर्शितवन्तः अर्थधातुक एकस्मिन् एव स्थले भेदः भावे तदेव तद् आप्रत्ययस्य विषये एव उक्तम् अन्यत्र सर्वत्र समानः एव त्रिलिङ्गे भावे केवलम् अप्रत्ययः विषये एव तत्र अन्यत्र सर्वत्र समान एव अतः निष्कर्षः कः इत्युक्ते तत्र आतिदेशिक औपदेशिक इति भेदः तु नास्ति, तदाधारेण प्रक्रियाभेदः नास्ति इति. तद् यथा कथं कनेक्ट् कुर्वन्ति इति पश्यामः. अस्तु महोदय, पठति वा आहत्य? आहत्य प्रक्रियार्थम् औपदेशिकधातुः आदिदेशिकधातुः इति नामकरणं मास्तु. बालानां कृते आरम्भे नामकरणम् अपेक्षितं प्रदर्शनार्थं, यत् केचन धातवः एवमेव सन्ति, अन्ये धातवः निष्पन्नाः. अनन्तरं प्रक्रियार्थं कुत्रापि तादृशनामकरणं मास्तु, यतोहि तस्य किमपि कार्यं नास्ति. एकस्मिन् सूत्रे अप्रत्ययात् इति अप्रत्ययात् यत्र प्रक्रियाभेदः वर्तते तत्र प्रत्ययान्तः धातु इत्येव पाणिनेः नामकरणं पर्याप्तं च उपयोगी च, अतः उचितमेव अप्रत्ययात् तत्र एव. अन्यत्र किमपि तत्र औपदेशिक आतिदेशिक इति चिन्तनं नावश्यकम् इति महोदय वदति. अत्र अप्रत्ययम् अप्रत्ययात् इत्यत्र एव प्रत्ययान्तधातूनाम् एव अप्रत्यय भवति भावे स्त्री स्त्रियाम् इति अस्ति अकर्तरि. प्रकृतौ अग्रे पठामि वा? आम् आम् महोदय. प्रकृतौ प्रकृतौ यङन्तधातूनां निर्माणावसरः आर्धधातुकप्रक्रिया. अत्र औपदेशिकधातूनां कापि आवश्यकता नास्ति. यदा हि यङ् प्रत्ययः विधीयते तदा हि धातुसंज्ञा भवति एव. अस्तु, नूतनधातुः जातः, पुरातनश्च धातुः समाप्तः. अस्तु अस्तु, यदा यङ् प्रत्ययः भवति विधीयते तदा धातुसंज्ञा भवति. इदानीं तत्र धातुः आगच्छति चेत् इदानीं गृहयोग य इति स्थितौ तत्र इदानीं तत्र यङन्तधातुः इति स्वीकर्तुं शक्यते वा? शक्यते एव किल, नूतनधातुः तद् प्रक्रिया अस्ति, परन्तु आदौ एव तत्र गृह यदा य इति यङ् इति भवति तदा धातुसंज्ञा भवति, धातुसंज्ञा भवितुमर्हति. अस्तु सत्यम्. एवं सति कथं वा ग्रो यङि इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं जे गिर् य इति स्थितौ भवति स्थितौ इति अस्ति प्रश्नः. भवति कथमिति चेत् तत्र गृधातोः आवश्यकता नास्ति, आवश्यकता अस्ति गृधातोः रेफः. अस्तु, ग्रो यङि इत्यनेन गृधातोः रेफस्य स्थाने लकारदेशः भवति यङि परे. जेगिर् युग य इति स्थितौ गृधातुः नास्ति, परन्तु गृधातोः रेफः अस्ति. ग्रो यङि त्रिपादिसूत्रमस्ति इति कृत्वा गिर् युग य इति इदानीं ग्रो यङि सनङ्गयोः इत्यनयोः युगपत्प्रसक्तिः. अस्तु, गिर् युग य इति अस्ति, इदानीं ग्रो यङि सनङ्गयोः इत्यनयोः युगपत्प्रसक्तिः युगपत्प्रसक्तिः. अस्यां दशायां ग्रो यङि इति सूत्रम् असिद्धं सत्यं. तत्र अष्टम अध्याये अस्ति, त्रिपाद्यां युक्ताभ्यासकार्यं भवति तदा वर्णकार्याणि. अस्तु, एवं च द्वित्वाभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणां वर्णकार्यं भवति. ग्रोयङ्गि अपि तथा, अलि च अपि तथा. अस्तु, इदानीं गिर् य इति अस्ति, अत्र गिर् गि गृ योग य इति अस्ति. इदानीं तत्र ऋतयुद्धातोः इत्यनेन तत्र इर् इति भवति, गिर् इति भवति, गिर्य इति अस्ति. इदानीं तत्र ग्रोयङ्गि इति अनन्तरमेव असिद्धमस्ति, अनन्तरमेव भवति. आदौ तत् दात्संज्ञा सदङ्गे इत्यनेन दात्संज्ञा भवत्येव इति अस्ति सत्यम्. अस्तु, तदेव तत् उपरि यत् प्रदर्शितं तस्य विरुद्धम् इदानीम् उपरि तु इति औपदेशिक इति नास्ति. ग्रो ग्र इत्युक्ते तत्र गृधातोः रेफस्य कृते तत्र तादृश आदेश तत्र निर्देशः कृतः इति अस्ति खलु, तादृश सत्यम्. अत्र यदुक्तं तत्र रेपः तु केवलं रेपः आवश्यकः ग्रो यङि इत्यत्र इत्यस्य कृते, अतः द्वित्वम् अभ्यासकार्यं सर्वं कृत्वा गुरुयङ्गी साधयामः. तत्तु वर्णकार्यमेव, अतः हलि च गुरुयङ्गी इति अनन्तरमेव भवेत् इति इदानीं समीचीनं वा? तत्तु तत् विषये समाप्तम्. इदानीं गुरुयङ्गी किमर्थं त्रिपाद्याम् अस्ति इति प्रश्नस्य उत्तरम् अग्रे. इदानीं तावदेव, तद् प्रथमं वयं द्वित्वम् अभ्यासकार्यं सर्वं कृत्वा क्रोयङ्गी साधयामः. तत्र तु रेपः एव आवश्यकः, तद् उपदेशिकः अतिदेशिकः किमपि न उक्तम् अत्र, अतः तद् तस्य कार्यम् अनन्तरमेव भवेत् इति प्रथमविषयस्य समाधानं प्राप्तम्. इदानीं द्वितीयविषयः, किमर्थं तद् त्रिपाद्याम् अस्ति इति. अस्तु, उषा भगिनी पठति वा पुनः प्रश्नः? पुनः प्रश्नः उदेति यत् अस्तु, ग्रोयङ्गी त्रिपादिसूत्रम् अस्ति, परन्तु सूत्रे निमित्तं तु यङ् प्रत्ययः, अतः ग्रोयङ्गी यत् यङ् प्रत्ययः, अतः इदं सूत्रं तादृशेषु सूत्रेषु स्यात् यत् अनुवृत्त्यर्थं लाघवार्थं च, लाघवार्थं च त्रिपाद्यां स्थापितम् अस्ति, परन्तु वस्तुतः अङ्गकार्यं ग्रोयङ्गी. बट् ईवन् इफ् इट्स् इन् सपादशब्दाध्यायीं प्रति अपि यङ्गी इत्यस्य कृते अपि स्थापितं भवितुम् अर्हति खलु भगिनि? ग्रो यङ्गी यङ्ग् इति स्थलं 7-4 अपि अस्ति. ग्रो यङ्गी एनिवे, यथा अभ्यासे चर्चा अभ्यासकार्यं, यथा अभ्यासे चर्चा अभ्यासकार्यं, परन्तु त्रिपाद्यां स्थापितम् अनुवृत्त्यर्थम्. अत्र अनुवृत्त्यर्थम् अत्र सूत्रस्य किमपि असिद्ध्यर्थं कार्यं नास्ति. अस्य सूत्रस्य अभ्यासे चर्चा इत्यस्य किमपि असिद्ध्यर्थं कार्यं नास्ति. ओके, यत् सूत्रं त्रिपाद्याम् अस्ति प्रक्रियार्थं, तस्य त्रिपाद्यां सत्याम् असिद्धकार्यं भवति, असिद्धिकार्यं भवति, स्वयम् असिद्धं भवति, अथवा परत्रिपाति प्रति असिद्धत्वस्य कारणं भवति. भगिनी, ऐ डिण्ट् फालो दट्. यत्र सूत्रं त्रिपाद्याम् अस्ति प्रक्रियार्थं, या प्रक्रियार्थम्, ओके, सूत्रं त्रिपाद्याम् अस्ति प्रक्रियार्थं, तस्य त्रिपाद्यां तस्याम् असिद्धिकार्यं भवति. किमर्थं त्रिपाद्यां स्थापितं सूत्रम् इत्युक्ते स्वयं असिद्धिकार्यं भवति त्रिपाद्यां सत्यां, यदा त्रिपाद्यां तत् सूत्रम् अस्ति चेत् तद् असिद्धिकार्यं भवति. तत्र पायिण्ट् वन्, स्वयम् असिद्धं भवति, सूत्रमेव स्वयम् असिद्धं भवति, अथवा परत्रिपादि प्रति असिद्धं भवति, तस्य कारणं भवति. ओके, ओके, तद् तावदेव तत्र. परन्तु अभ्यासे चर्चा इत्यस्य तादृशकार्यं किमपि नास्ति. ओके, असिद्धिकार्यमपि नास्ति स्वयं, ओके, परन्तु ग्रोयङ्गी इत्यस्य तु भवति. जेगिर्योगः य इति स्थले हलि च इत्यस्य प्रसक्तिः. ग्रोयङ्गी पूर्वत्रिपाटिसूत्रं हलि च परत्रिपाटिसूत्रम्. ओके, या ग्रोयङ्गी प्रथमम्, अनन्तरमेव परसूत्रं हलि च. ग्रोयङ्गी प्रति हलि च इति सूत्रम् असिद्धम्. ओके, पूर्वकार्यमेव प्रथमं भवेत्. ओके, ग्रोयङ्गी हलि च इत्यस्य बाधकसूत्रम्, ग्रोयङ्गी हलि च इत्यस्य बाधकसूत्रं, येन यङ् प्रत्यये परे हलि च इत्यस्य कार्यं न स्यात्. येन यङ् प्रत्यये परे हलि च इत्यस्य कार्यं न स्यात्. लत्वम्, ओ लत्वं भवति इत्यनेन, ओके, लत्वं भवति चेत् दीर्घत्वं न भवति. अस्तु, ओके, ग्रोयङ्गी त्रिपादिसूत्रम् अस्ति, परन्तु सूत्रे निमित्तं तु यङ् प्रत्ययः. आम्, ओके, अतः बट् वै केण्ट् इट् बी इन् 7-4 भगिनि? देर् आल्सो यङ्गी इस् दे, एनिवे तदेव प्रश्नः तदेव प्रश्नः किमर्थम् अत्र स्थापितं तद् अन्य यङ् प्रत्ययविधानसूत्राणि यत्र सन्ति तत्र एव भवेत् किल तत्र अत्र अनुवृत्तिः अपि न भवति अनुवृत्त्यर्थम् इति अपि न वक्तुं शक्नुमः यदा अभ्यासे चर्चा किमर्थं स्थापितम् अनुवृत्त्यर्थम् अत्र तु अनुवृत्त्यर्थमपि नास्ति किमर्थम् अत्र स्थापितं तदेव प्रश्नः तत्र एकं समाधानं तु तत्र असिद्धत्वं यदा तत्र ग्रोयङ्गि इति हली च द्वयोः मध्ये सङ्घर्षः भवति चेत् तद् हलि च असिद्धं भवति किल अतः तद् एकं समाधानम् द्वितीयं पठतु ग्रोयङ्गि इत्यस्मिन् यङ्गि इति प्रत्ययरूपेण न द्रष्टव्यं यङ् प्रत्ययस्य यकारः इति द्रष्टव्यं यङ्गि इति प्रत्ययरूपेण न द्रष्टव्यं यङ्गि प्रत्ययरूपम् इति न द्रष्टव्यं यङ् प्रत्ययस्य यकारः इति द्रष्टव्यं यया रीत्या तिप्यनस्तेः सिपि धातोरुर्वा इति सूत्रद्वयेन प्रत्यये उक्ते अपि प्रत्यये तिप्यनस्तेः सिपि धातोरुर्वा तिपि अनस्तेः सिपि धातोरुर्वा वाट् डिड् वि डू द कार्यम् इति सूत्रद्वयेन प्रत्यये तत्र वयं वर्णनिमित्तककार्यं वर्णनिमित्तिककार्यं न तु अङ्गकार्यं प्रत्ययः यया रीत्या तिप्यनस्तेः सिपि धातोरुर्वा इति सूत्रद्वयेन प्रत्यये उक्ते अपि वर्णनिमित्तकार्यं न तु अङ्गकार्यम् ओके प्रत्ययः उक्तः प्रदर्शनार्थं यत् अपरेषु प्रत्ययेषु इदं कार्यं न स्यात् तिप्यनस्तेः सिपि धातोरुर्वा इति सूत्रद्वयेन प्रत्यये उक्ते अपि वाट् वास् दट् कार्यं भगिनि ऐ फर्गाट् द तिप्यनस्तेः एय्ट् टु नो नो तिप्यनस्तेः सिपि धातोरुर्वा एय्ट् टु वा सत्यं तत्र किं वदति इत्युक्ते तिपि सिपि इति उक्तत्वात् तत्र अङ्गकार्यम् इति नास्ति केवलं वर्णनिमित्तिककार्यमेव तिपि परतः सकारान्तस्य पदस्य अनस्तेः दकारः आदेशः भवति तिपि अनस्तेः सिपि धातोरुर्वा इत्युक्ते एव रु आदेशः किल तस्मात् एव सिपि परतः सकारान्तस्य पदस्य धातोः रुः इति अयम् आदेशो भवति दकारो वा अत्र तिप्यनस्तेः ओके ओ 874 तिपि इति अपि प्रत्ययः तिप् इत्यपि प्रत्ययः सिप् इत्यपि प्रत्ययः तदापि वयं तद् वर्णकार्यम् इत्येव स्वीकुर्मः न तु अङ्गकार्यं तादृशमेव अत्रापि यङ्गि इति उक्तत्वात् तद् अङ्गकार्यं नास्ति प्रत्ययरूपेण यङ् इति प्रत्ययः इति न द्रष्टव्यं केवलं यकारः वर्णनिमित्तिककार्यम् इति स्वीकर्तव्यम् इति वदति अस्तु तथैव ग्रोयङ्गि इति सूत्रम् अपि तथैव ओके ओके अस्मिन् सूत्रे यङ्गि यदि न उच्यते कस्मिन्नपि हली लत्वं भविष्यति तस्य व्यावृत्त्यर्थं यङ्गि इति उक्तम् अन्येषु हलादिषु प्रत्ययेषु न स्यात् एतदर्थं यङि इति दत्तम् ओ ओके ओके देन् दे कुड् हव् जस्ट् सेड् हौ कुड् दे हव् सेड् जस्ट् टेक् इट् अस् यकार नाट् अस् परन्तु अन्येषु यकारादिप्रत्ययेषु कार्यं भवति किल अस्माकं कर्मणि यक् यकारादिप्रत्यये परे इत्युक्ते अन्यत्रापि तत् कार्यं भवितुम् अर्हति. ओके ओके तत् न इष्यन्ति इत्युक्ते ओके गिल्यते बहुषु स्थलेषु यकारादिप्रत्ययः बहुत्र अस्ति किल यासूट् कुत्रचित् विधिलिङ्ग् विधिलिङ्ग् अपि तत्र सर्वत्र तत्र पुनः क्लेशः भवति. अतः यङि इति वदनेन केवलं यङ् प्रत्यये परे प्रायः यङ् लुक् अपि नास्ति केवलं यङि यङि ओके केवलं यङि ग्रोयि इति यकारः इति स्वीकर्तव्यम्. ओके एतत् सर्वं वयं कथं जानीमः इत्युक्ते केवलं तत्र व्याख्यानं दृष्ट्वा एव टीका टीकां पठामः एव तद् एतत् सर्वं ज्ञातुं शक्नुमः. अथवा वयं यङ् प्रत्ययः इत्येव स्वीकुर्मः किल न तु यकारः. अस्तु परन्तु भगिनी ओके ओके नो ऐ वास् गोइङ्ग् टु से 7-4 दट् यक् सूत्र सो मेनी इस् देर् अकृत सार्वधातुकयो दीर्घः योर्दीर्घः दट् यकार बट् यक्कि कृते न इष्यते. ओके तत्र न इष्यते इष्यते इत्यनेन त्रिपाद्यां स्थापितं भवति सत्यम्. अस्तु भगिनि धन्यवादः. भगिनि अरुणा भगिनि अपि च भगिनि अपि च सूत्रक्रमं दृष्ट्वा अपि अर्थदृष्ट्या ग्रोयङ्गि इत्यस्य अनन्तरम् अस्ति अचि विभाषा रोलत्वं भवति विकल्पेन अजादिप्रत्ययपरे. एतदपि वर्णकारीय न तु अङ्गकार्य निचि कर्मणि यकि निगर्व्य निगार्यते निगाल्यते इति रूपद्वयं निदितरूपम् एवमेव निगरति निगिलति निगरणं निगलनं निगालकः निगालकः सूत्रस्य क्रम अदृष्ट्या वा अर्थदृष्ट्या वा वर्णकार्यमेव न तु अङ्गकार्यम् अत्र अन्नसूत्रमस्ति अचि विभाषा इत्सूत्रेण प्रकार लब्धं भवति विकल्पेन अजादिप्रत्ययं भवति तदपि वर्णकार्यमेव न तु अङ्गकार्यम् निच् प्रत्यय निचि निजन्त प्रकरणे कर्मणि यत् रूपमस्ति वा रूपद्वयं भवितुम् अर्हति निगार्यते निगाल्यते नट्लकारे अपि रूपद्वयं भवति सर्वत्र भवत् न अन्यपि प्रत्यपरे अपि रूपद्वयम् निगरणं निगलनं अचि विभाषा इति सूत्रं किल अचि विभाषा अग्रिम अग्रिमसूत्रम् भाषा किं वदति अजादौ प्रत्यये परतः रेपस्य विभाषा लकारादेशो भवति अचि विभाषा ग्रो यङि इति अनुवृत्तिः भवति वा ग्रह लह रह अनुवृत्तिः पूर्वत्र आसीत् तदस्ति खलु अस्माकं तत्र गिलति आं सत्यं द्वयं भवति आम् तत्तदधिगण्यदातुं गिरति गिलति आम् अचिविभाषा सत्यं निगलनम् अच्छप्सा इति एकं तस्य अतः सत्यं सत्यम् अतः वर्णनिमित्तिककार्यमेव तत्र न तु अङ्गकार्यम् अनेन अजन्त अजन्तधातूनां समाप्तः हलन्तः पठतु भगिनि हलन्तधातूनां यङ्गन्तधातुस्थितिः सामान्य हलन्तधातूनां यङ्गन्तधातुस्थितिः अभ्यासे हस्व आकाराच्च दीर्घ आदेशः आङ्गकार्यं सामान्यमेव तदनन्तरं खाद् योवायान् विश्वसामान्य अभ्यासकारखाद् योवया दीर्घो अटितः इति अटितु अभ्यासस्य दीर्घ आदेशः भवति अङ्गीकरे चखाद्यते इति वयं जानीमः धातूनां दीर्घाकारः अस्ति चेत् कथम् अभ्यासकार्यं नास्ति युक्तं भूत्वा ह्रस्वः भवति तदनन्तरम् अभ्यासस्य ह्रस्वकार दीर्घ भवति दीर्घो अस्ति सूत्रे खाद् इति धातु अत्र दीर्घाकारः अस्ति युक्तं भूत्वा पतनं खाद् खाद् खा खल् च इत्येन खा एव अवशिष्यति हौश्चुः इति सूत्रेण छत्वं भवति चखाद् अधुना दीर्घं भवति चकार दीर्घो अस्य सः सूत्रेण चकार चा भवति एङ्गीपरे चकाद् इति यन् चकाद्या इति यङ्गन्तदातुः तिङ्क्ति अधुना चकाद्यते इति भवति अहं पठामि वा महोदय आं कर्तुं शक्यते पठामि भगिनि अन्य दीर्घोक्तः समापयतु अरुणा भगिनी अनन्तरं विजया भगिनी दीर्घोक्तः अकिव्यासस्य दीर्घादेशो भवति यङ्गे यङ् लुकि च न कित् यस्य सः अकि तस्य तस्य अनुवृत्तिसहितोत्रम् अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुको प्रथमं सूत्रमिति दीर्घो अकितः अकितः विवरणमस्ति अभ्यासस्य दीर्घ न क्षम्यत अकित् अर्थः न कित् यस्य स अकित् तस्य अभ्यासस्य अकारदीर्घो भवति यङ् यङ् लुकि विषये बाद् धातुः अपि करोतु भगिनि बाद् योगः यङ् बाद् योगः यङ् बाद् बाद् द्वा एव वा एव अवशिष्यते हलिचायसूत्रेण बाद् ह्रस्व भवति ह्रस्वः इति सूत्रं हलिचन तदनन्तरं किं भवति भगिनि बभाद् इति भवति किल भात् तदपि पुनः दीर्घः भवति दीर्घ तदनन्तरं दीर्घः भवति दीर्घोकितः सूत्रेण बाभाद्यते इति समीचीनम् अस्तु आम् इदानीं विजया भगिनी तत्र इकार उकारयोः पठतु अनन्तरं अहमेव वा महोदय? एवमेव वादियोगः यङ् अभ्यासे अग्रिम इकार उकारयोः गुणः नील् योगः यङ् मील् योगः यङ् अत्र द्वित्वसामान्याभ्यासस्य कार्यं च मी ह्रस्वमिक ह्रस्व इकारः मी अनन्तरं ल्य अत्र गुणो यङ् लुकुः इत्यनेन अभ्यासस्य गुणः भवति यङि परे चेत् अत्र मी मे भवति गुण गुणो यङ् लुकुः इत्यनेन गुणः भवति अतः इकारस्य स्थाने एकारः भूत्वा मे मील्य इति मे मील्यते आत्मनेपदिनः विवक्षा प्रथमपुरुषे एकवचनविवक्षायाम् अत्र मे मील्यते इति भवति गुणो यङ् लुकुः इति सूत्रम् अत्र अभ्यासस्य गुणः भवति यङि यङ् लुकि च अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य गुणः यङ् लुकोः अत्र शीक् योगः यङ् अस्ति अत्र अपि यङ् लुकोः इत्यनेन गुणः भवति अत्र मे मील्यते इति अत्र ल्य कथं ल्यप् ल्यबन्तं वा एतत् न न यङ् लुक् किल यङ् यङ् लुक् प्रत्ययः अस्तु तादृशमेव अत्रापि भवति वा भवति वा शीक् शीक् योगः यङ् प्रथमं मील् किं भगिनि ल्यप् नास्ति लकारः धातु मील् ओ ले लकारः तु मील् इति धातुतः यत् लकारः अस्ति तद् ओ इल् इति अत्र मील् मील् इति भवति किल मील् मील् इति तत्र द्वित्वं कुर्मः किल इदानीं तद् वयं किमपि मध्ये पठितवन्तः किल जीनं व्यञ्जनम् इति अतः तत्र मे मील्यते इति भवति ल्यप् नास्ति सामानरीत्या अत्रापि शीक् योगः यङ् इत्यत्रापि शी शी शी क्य इति भवति अनन्तरम् अत्र यङ् गुणो यङ् लुकोः इति शे भवति शे शीयते इति भवति योगः यङ् अत्र भूष् भूष् भवति उकारस्य स्थाने ओकार भूत्वा भो भूष्य भो भूषि भो भूष्यते इति भवति भो भूष् भो भूषीयते इति भवति भूष्यते इति भवति तावदेव अग्रे आं धन्यवादः अग्रे अधुपद यङन्तदातुः इति अस्ति प्रायः महोदयः गतवान् इति चिन्तयामि अग्रिमसप्ताहे तु अहं न आगच्छामि भवन्तः किञ्चित् अग्रे पठन्तु उषा भगिनी पठितुं शक्यते इति एव चिन्तयामि यद्वयं यङ् लुक् इत्यत्र कृतवन्तः तदेव अस्ति सन् जन् सन् खन् इति किञ्चित् दीर्घविरामः इदानीं किञ्चित् स्वीकरोमि मम परीक्षा आगच्छति पुनः मे मासे अनन्तरं मम गृहपरिवर्तनमपि भवति अतः ह्यः श्वः आरभ्य तत्र किञ्चित् रेनोवेशन् सर्वम् आरम्भं करणीयम् अतः तत् तदपि अस्ति अतः मे मास अन्तपर्यन्तं किञ्चित् क्लेशः मम किञ्चित् परन्तु भवन्तः अग्रे सर्तुं शक्यते ब्रेक् भवति चेत् सर्वदा तत् हेबिट् विल् ब्रेक् अतः यु केन् मीट् प्राबब्लि वन् अवर् इफ् यु डोण्ट् वाण्ट् टु डू फार् वन् अण्ड् हाफ् अवर्स् अट्लीस्ट् डू फार् वन् अवर् यु केन् इन्फार्म् महोदय आल्सो फोर् आफ़् यु मीट् अण्ड् गो अहेड् वाट् एवर् वि डिड् इन् यङ्ग् लुक् तदेव अस्ति अत्रापि इदानीम् इतः अग्रे तत्र क्लेशः न भवति अधिकम् यद् तद् किं तत्र रिसर्च् टापिक् सर्वं समाप् इदानीं केवलं रूपसाधनमेव. ओ अस्तु, अग्रे पठितुं शक्यते इत्येव अहं चिन्तयामि. परिचितसूत्राणि एव अहं यदा एकवारं दृष्टवती, नूतनसूत्राणि किमपि नास्ति. यदि अस्ति क्लेशः अस्ति चेत् मार्क् कुर्वन्तु, यदा वयम् अनन्तरं पुनः मिलामः तस्मिन् समये चर्चयामः. शक्यते एव किल? धन्यवादः. धन्यवादः भगिनी. धन्यवादः भगिनी. नमस्कारः.